नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति प्रेरणार्थे निजन्तप्रयोगे कर्मत्वम् इति विषयः अस्ति. कर्तरि प्रयोगे कथम् अस्ति व्यवस्था इति अस्माभिः दृष्टं. तत्र सूत्रं गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्ता सणौ इति सूत्रस्य विषये दीर्घा चर्चा जाता. तत्सम्बद्धवार्तिकानां विषये अपि चर्चा जाता. गतवर्गे तस्य सारांशः कः इति अस्माभिः चर्चितम्. इदानीम् अपि च गतवर्गे एव कर्मणि प्रयोगे कथमस्ति व्यवस्था इत्यपि आरब्धमासीत्. तस्य विषये किञ्चित् पुनस्मरणं कुर्मः, कृत्वा अग्रे गच्छामः. इदानीं तत्र कर्मणि प्रयोगः इति चेत् न केवलं यक् प्रत्ययं स्वीकृत्य सार्वधातुके यक् इति सूत्रेण यत्र कर्मणि प्रयोगः भवति, लैक् पठ्यते, गम्यते, खाद्यते इत्यादयः, तत्र यक् प्रत्ययः अस्ति. कर्मार्थे भावार्थे यक् प्रत्ययः अस्ति. अपि च तत्र अन्ये अपि प्रत्ययाः सन्ति, कृत् प्रत्ययाः सन्ति ये कर्मार्थे भवन्ति. तदर्थं तत्र किम् तत्र लकारः तत्र कर्मार्थे भावार्थे भवति इति दृष्टं. तत्र यक् इति प्रत्ययः अस्ति. अपि च कृत्यप्रत्ययः सन्ति, कृत्यप्रत्ययाः अपि कर्मार्थे भवन्ति. यथा तव्यत्, अव्यत्, अनियर्, ण्यत्, यत्, क्यप्, केलिमर्, खल् इत्यादयः न तत्र कृत्यप्रत्ययः इत्यनेन केवलं तव्यत्, तव्यत्, तव्य, अनियर्, ण्यत्, यत्, क्विप्, अनन्तरं केलिमर् इति एव प्रत्ययः, कृत्यप्रत्ययः. अनन्तरं तप्रत्ययः, तप्रत्ययः अपि कर्मार्थे भवति. अनन्तरं कलर्थः, कलर्थप्रत्ययः अपि कर्मार्थे भवन्ति. तर्हि यदा प्रत्ययः कर्मार्थे भवति तदानीं तत्र निजन्तप्रयोगः अस्ति. एतेषां यदा धातुतः णिच् प्रत्ययः विद्यते तत्पश्चात् एतेषां प्रत्ययानां प्रयोगः, कर्मार्थे ये प्रत्ययाः सन्ति तेषां यदा विधानं भवति तदानीं तत्र निजन्तव्यवस्था कथं भवति इति एव विषयः अस्ति. साधारणतया कर्तरिप्रयोगे कथं भवति इति वयं जानीमः. इदानीं कर्मणि प्रयोगे अपि च यत्र प्रत्ययः कर्मार्थे भवति परन्तु निच् सहितप्रत्ययः, तदानीं व्यवस्था कथमस्ति इति चर्चा जायमाना अस्ति. तत्र अस्माभिः किम् उक्तम् इति चेत् एका कारिका अस्ति, बुद्धिपक्षार्थयोः शब्दकर्मणां च निजेच्छया प्रयोज्यकर्मणि अन्येषां न्यन्तानां लादयो मताः इति अस्ति. तर्हि प्रथमवाक्ये, प्रथमपादे बुद्धिपक्षार्थयोः शब्दकर्मकाणां च निजेच्छया इति उक्तम्. तर्हि वयं जानीमः गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्ता सणौ इति सूत्रेण बुद्ध्यर्थकानां प्रत्यवसानार्थकानाम् इत्युक्ते भक्षणार्थकानां शब्दकर्मकाणाम् एतेषां धातूनां योगे प्रयोज्यकर्तुः कर्मत्वं भवति इति वयं जानीमः खलु. सूत्रं तदेव वदति, गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्ता सणौ इति. अणौ यः कर्ता सः ण्यन्तावस्थायां कर्मत्वं, सः कर्मत्वं प्राप्नोति इति तत्र इति व्यवस्था अस्ति, सामान्यव्यवस्था. तर्हि इदानीं कर्मणि प्रयोगे इयं कारिका वर्तते, बुद्धिपक्षार्थयोः शब्दकर्मकाणां च निजेच्छया इत्युक्तं. निजेच्छया इत्युक्ते अत्रापि प्रयोज्यकर्तुः कर्मत्वं भवति, अत्र संशयः नास्ति. बुद्ध्यर्थकधातुः भक्षणार्थकः शब्दकर्मक धातुः अस्ति चेत् प्रयोज्यकर्तुः कर्मत्वं तु भवति. अपि च तत्र मूले अन्यन्तावस्थायामपि एकं कर्मपदं भवति. बालकः ग्रामं गच्छति अथवा बालकः वेदं पठति इति वाक्यमस्ति. बालकः वेदं पठति इति वाक्यमस्ति. तत्र वेदम् इति कर्मपदम् अस्ति, तत्तु मूलकर्म अस्ति. तत्र पट् धातोः कर्मपदमस्ति, शुद्धधातोः कर्मपदमस्ति पट् वेदः इति. इदानीं तदेव वाक्यं निष्प्रत्ययं योजयित्वा वयं वदामः चेत् कर्तरिप्रयोगे तत्र वाक्यं कथं भवति? शोभा भगिनी, कर्तरिप्रयोगे पुनः प्रश्नम् एकवारं वदतु भगिनि. बालकः वेदं पठति इति वाक्यमस्ति, सामान्यवाक्यं. कर्तरिप्रयोगे निजन्तप्रयोगे कथमस्ति वाक्यं? किं स्वीकरणीयं? पिता इति स्वीकरोतु अथवा अध्यापकः इति किमपि स्वीकरोतु. बालकः पाठं पठति अण्यन्त अवस्थायां, तत्र पाठम् इति कर्मपदं भवति. वेदं बालकः वेदं पठति कर्तरिप्रयोगे. इदानीम् अध्यापकः वेदम् इति तु तत्र बुद्ध्यर्थकधातुः अस्ति, अतः तस्य कर्मपदं भवति गतिबुद्धिप्रत्ययसान. वेदमिति बुद्ध्यर्थकधातुः इति नास्ति, पट् धातुः कीदृशः इति द्रष्टव्यं खलु. पट् धातुः क्षम्यतां, शब्दकर्मकधातुः वेदम् इति. यत्र शब्द एव कर्म भवति तादृशं धातुः. अपि च शब्दकर्मकधातुः इति गतिबुद्धिप्रत्ययसानार्थ इति सूत्रे उक्तम्. इदानीं बालकः वेदं पठति इति अण्यन्त अवस्थायाम्, अध्यापकः बालकं वेदं पाठयति इति बालकः इत्यस्य कर्मपदं भवति एतेन सूत्रेण इति कर्तरिप्रयोगे. सत्यं. तर्हि इदानीम् अत्र अध्यापकः बालकं वेदं पाठयति इति अस्ति. तत्र कर्मपदद्वयं दृश्यते, कर्मद्वयं दृश्यते, बालकम् अपि च वेदम् इति कर्मद्वयं दृश्यते. कर्मद्वयमपि पाठयति इत्यत्र यः तिङ् प्रत्ययः तेन न उक्तम्. बालकम् इत्यपि न उक्तं, वेदम् इत्यपि न उक्तं, कर्मद्वयमपि न उक्तम्. अतः अनुक्तम् इति कृत्वा द्वयोः द्वितीयविभक्तिः भवति, क्लेशः नास्ति कर्तरिप्रयोगे. परन्तु यदा कर्मणि प्रयोगे वयं वदामः, कर्मणि प्रयोगे निजन्तरूपं किं भवति? कर्मणि प्रयोगे इदानीम् अध्यापकः वाक्यमस्तु, केवलं निजन्तप्रयोग, निजन्तशब्दः किं भवति? निजन्तपदं, निजन्तपदं क्रियापदं तत्र बोधय, किं बोध्यते अथवा तत्र पठति इति अस्ति, पाठ्यते इति भवति. पाठयति इति यः शब्दः अस्ति, पाठयति इत्यत्र पाठ तकार उत्तरवर्ति अकारस्य लोपः भवति, पाठ्यते इति भवति. सत्यं, तकार उत्तरवर्ति अकारस्य लोपः भूत्वा पाठ्यते, अपि च आत्मनेपदप्रयोगः भवति कर्मणि प्रयोगे. पाठयति इति कर्तरिप्रयोगे यः यत् पदम् अस्ति, पाठयति इत्यत्र यकारात् पूर्वं यः अकारः अस्ति, स्वरः अस्ति, तस्य लोपः भवति, वस्तुतः निजन्तस्य लोपः, अतः पाठ्यते इति पदम्. इदानीं पाठ्यते इत्यनेन किम् उक्तं भवति? इदानीं पाठ्यते इति इत्यनेन तत्र बालकः इति उक्तं भवति, अतः तत्र तस्य पाठ्यते इत्यनेन कर्म सूचयति, कर्म उक्तं भवति खलु, कर्म उक्तं भवति. परन्तु इदानीम् अस्माकं समस्या का? अस्माकं समस्या इदानीं तत्र कर्मपदद्वयं भवति वाक्ये इति. सत्यम्, अस्माकं समस्या का इति चेत् अत्र कर्मपदद्वयम् अस्ति. कर्तरीप्रयोगे मया उक्तम् अध्यापकः बालकं पाठं पाठयति इति. तत्र बालकम् इत्यस्यापि कर्मजातं, यतोहि सूत्रेण गतिबुद्धि इति सूत्रेण बालकः इत्यस्यापि कर्मसंज्ञा जाता. अपि च वेदं तु कर्म एव अस्ति, मूले एव कर्म अस्ति. इदानीं तयोः मध्ये तत्र तिङ् प्रत्ययेन किम् उक्तम् इति एव विषयः अस्ति अस्माकं. तत्र एव नियमस्य आवश्यकता अस्ति, यतोहि कर्मद्वयम् अस्ति. कर्मद्वयम् अस्ति चेत् अस्माकं समस्या अस्ति. तिङ्प्रत्ययः कर्मार्थे भवति इति उक्तं चेत् किं कर्म उक्तं भवति इति प्रश्नः अस्ति. तदर्थं तत्र नियमः अपेक्षितः, तिङ् प्रत्ययेन यत् कर्म उक्तं भवति तस्य प्रथमविभक्तिः भवति. तिङ् प्रत्ययेन यत्कर्म कर्मद्वयस्य मध्ये यत्कर्म उक्तं भवति तस्य प्रथमविभक्तिः भवति. यत्कर्म अनुक्तं भवति तस्य द्वितीयविभक्तिः भवति. अनुक्तकर्मणि द्वितीया, उक्ते कर्मणि प्रथमा. अतः इदानीं नियमस्य अपेक्षा वर्तते. तदर्थम् अत्र कारिका वर्तते. कारिकायां किं सूचितम् इति चेत् तत्र बुद्धिपक्षार्थयोः शब्दकर्मणां निजेच्छया इति उक्तम्. तर्हि बुद्ध्यर्थकधातुः पक्षार्थकधातुः शब्दकर्मकधातुः अस्ति चेत् कर्मद्वयम् अस्ति, चिन्ता मास्तु. भवतां विवक्षानुगुणं यत्किमपि उक्तं भवेत्, तत्र क्लेशः नास्ति. अतः तिङ् प्रत्ययेन तत्र बालकः, बालकम् इत्यपि उक्तं भवेत्, बालक इति यत् कर्म अस्ति तदुक्तं भवेत्, नो चेत् वेदमिति यत् कर्म अस्ति तद् उक्तं भवेत्, क्लेशः नास्ति. भवतां विवक्षानुगुणम् एकमेव उक्तं भवति, द्वयमपि उक्तमिति न वक्तुं शक्नुमः. तिङ् प्रत्ययेन एकम् उक्तं भवति, यद् अनुक्तं तस्य द्वितीयविभक्तिः भवति इति तत्र सूचितमस्ति. तर्हि इदानीम् अत्र अध्यापकः बालकं वेदं पाठयति इत्यत्र कर्मद्वयं, बालकमिति कर्म, वेदमिति कर्म. तर्हि इदानीम् अस्माकं विवक्षानुगुणं यदि अहं वदामि तत्र प्रयोज्यकर्म, प्रयोज्यकर्म तिङ् प्रत्ययेन उक्तम् इति अहं वदामि चेत् प्रयोज्यकर्मणः तत्र प्रथमविभक्तिः भवति. अनन्तरं प्रयोज्यकर्म एव सर्वदा प्रधानकर्म भवति. निजन्तप्रयोगे, कर्मणि प्रयोगे प्रयोज्यकर्म प्रधानकर्म. किमर्थं प्रधानकर्म इति चेत् यदा अहं पाठयति अथवा पाठ्यते इति वयं वदामि चेत् पाठ्यते इत्यत्र निजन्तप्रयोगः अस्ति, निज् प्रत्ययः वर्तते. तर्हि निज् प्रत्ययेन किं सूचितम् इति चेत् तत्र प्रयोजककर्ता प्रयोज्यकर्तारं प्रेरयति इति एव सूचितं. तत्र यदा प्रेरयति तदानीं तत्र प्रयोज्यकर्ता कार्यं करोति अथवा प्रयोज्यकर्म कार्यं करोति इति तदानीं तदा तथा भवति. अतः तत्र मूलव्यापारः अस्ति प्रेरणा, प्रेरणारूपव्यापारः एव मूलव्यापारः अस्ति. अतः निजन्तप्रयोगे, कर्मणि प्रयोगे प्रयोज्यकर्म एव प्रधानकर्म. अपि च शुद्धधातोः यत् कर्म अस्ति तत् कर्म गौणकर्म अस्ति. तर्हि इदानीं बुद्ध्यर्थकः भक्षणार्थकः शब्दकर्मकाणां धातूनां तत्र मम विवक्षानुगुणं प्रयोज्यकर्म उक्तं भवति इति वक्तुं शक्नोमि, नो चेत् गौणकर्म उक्तं भवति इति वक्तुं शक्नोमि. यदि अहं प्रयोज्यकर्म उक्तं भवति इति वदामि चेत् प्रयोज्यकर्मणः प्रथमा विभक्तिः भवति, तदानीं गौणकर्मणः द्वितीयविभक्तिः भवति. यदि अहं वदामि गौणकर्म तिङ् प्रत्ययेन उक्तम् इति वदामि चेत् गौणकर्मणः प्रथमाविभक्तिः, प्रयोज्यकर्मणः द्वितीयाविभक्तिः भवति. अतः बुद्ध्यर्थकानां पक्षार्थकानां शब्दकर्मणा कर्मकाणां क्लेशः नास्ति, तत्र विवक्षानुगुणं भवितुम् अर्हति. इदानीं तान् विहाय, बुद्धिपक्षार्थशब्दकर्मकधातून् विहाय अत्र गत्यर्थकधातवः, अनन्तरं किम् अकर्मकधातवः. यतोहि सूत्रे किमस्ति, गति बुद्धि प्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् इति अस्ति खलु. इदानीं बुद्ध्यर्थकः भक्षणार्थकः शब्दकर्मकाणां विषये चर्चितम्. इदानीम् अवशिष्टाः के इति चेत् गत्यर्थकदातवः, अनन्तरम् अकर्मकदातवः. अनयोः धातोः विषये अपि अथवा एतेषां धातूनां विषये अपि प्रयोजकर्तुः कर्मत्वं भवति. अतः अत्रापि कर्मणि प्रयोगे अपि प्रयोजकर्तुः कर्मत्वं भवति. तर्हि इदानीं पुनः कर्मद्वयं वर्तते, कर्मद्वयं वर्तते. इदानीम् अहं वदामि अध्यापकः बालकं ग्रामं गमयति इति वदामि. अध्यापकः बालकं ग्रामं गमयति. तर्हि इदानीं बालकं पुनः ग्रामम् इति अस्ति कर्मद्वयं. तर्हि कर्मणि प्रयोगे कस्य प्रथमाविभक्तिः इति प्रश्नः. तर्हि एतेषां गत्यर्थकधातूनाम् अकर्मकधातूनां प्रयोज्यकर्म एव उक्तं भवति, प्रयोज्यकर्म एव उक्तं भवति, गौणकर्म अनुक्तमेव भवति. गौणकर्म अनुक्तम् इति कृत्वा गौणकर्मणः सर्वदा द्वितीयविभक्तिः भवति, प्रयोज्यकर्मणः प्रथमविभक्तिः भवति, अतः क्लेशः नास्ति तत्र. इदानीम् अवशिष्टदातवः ये सन्ति, इत्युक्ते कतिपुति प्रत्यवसानार्थकः इति सूत्रेण न उक्तं, तेषां विवरणं नास्ति, परन्तु तत्र वार्तिकेन अथवा अन्येन सूत्रेण कर्मत्वं भवति चेत्, यतोहि तत्र बहूनि वार्तिकानि सन्ति खलु, ये गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्ता स णौ इति सूत्रे ये दातवः उक्ताः तान् विहाय अन्येपि दातवः सन्ति येषां ग्रहणं वार्तिकैः क्रियते. उदाहरणार्थं तत्र शब्दायतेर्न इति अस्ति, अथवा तत्र किं दृश्येश्च इति अस्ति, एवं रीत्या तत्र कतिचन वार्तिकानि सन्ति खलु, अपि च सूत्रमस्ति हृक्रोर् अन्यतरस्याम् इति सूत्रमस्ति. तर्हि एतादृशानां तत्र किम् अस्ति इति चेत्, ये अपि अवशिष्टाः एतेषां प्रयोज्यकर्मणः एव क्रिया तत्र तिङ् प्रत्ययेन उक्तं भवति. प्रयोज्यकर्मणः एव तत्र प्रथमाविभक्तिः भवति. गत्यर्थकाणाम् अकर्मकाणां या व्यवस्था अस्ति सा एव व्यवस्था एतेषामपि वार्तिकैः ये ये दातवः उक्ताः अथवा विशिष्टसूत्रेण ये दातवः उक्ताः तेषाम् अपि प्रत्यर्थकाणाम् अपि च अकर्मकाणां या व्यवस्था सा एव व्यवस्था. एतान् सर्वान् विहाय, इत्युक्ते एतान् सर्वान् विहाय यत्र प्रयोज्यकर्तुः कर्मत्वमेव न भवति, इत्युक्ते विशिष्टसूत्रेणैव कर्मत्वं विधीयते खलु प्रयोज्यकर्तुः, अथवा नो चेत् सः तु कर्ता अस्ति, तस्य कर्मत्वं तत्र कर्मत्वं भवेत् इति चेत् विशेषसूत्रम् अथवा वार्तिकम् अपेक्षितं. परन्तु बहवः दातवः सन्ति येषां तु कर्मत्वमेव न सम्भवति, प्रयोज्यकर्तुः कर्मत्वं न सम्भवति, अतः तादृशानां धातूनां का गतिः इति चेत् तादृशानां धातूनां तु कर्मत्वमेव न भवति, कर्ता एव भवति. सः कर्ता तु अनुक्तः अस्ति, सः कर्ता अनुक्तः अस्ति, यतोहि तिङ्प्रत्ययेन कर्म एव उक्तं भवति खलु कर्मणि प्रयोगे. कर्मणि प्रयोगे तिङ्प्रत्ययेन कर्म उक्तं भवति, प्रयोजकर्ता तु कर्ता एव भवति अवशिष्टानां धातूनां विषये. अतः तेषां तत्र अनुक्तकर्तरि तृतीयाविभक्तिः एव भवति, कर्मत्वमेव न भवति, अतः प्रथमाविभक्तिः अपि न भवति, द्वितीयाविभक्तिः अपि न भवति इति अत्र व्यवस्था अस्ति. तर्हि मया बहु किमपि उक्तं, तस्य एव तत्र चार्ट् रूपेण मया स्थापितमस्ति, कृपया स्क्रीन् रिफ्रेश् कुर्वन्तु न कृतं चेत्. तदेकवारं पठामः. अस्तु, तर्हि इदानीं तत्र कः शुभदा भगिनी पठति वा? आं भगिनि, कुत्र पठनीयं? चार्ट् कुत्र अस्ति? तत्र एकं चार्ट् मया स्थापितं, कर्मणि निजन्तप्रयोगे प्रयोज्यकर्तुः कर्मत्वव्यवस्था, तदेव वा? हा, सत्यम्. अस्तु, कर्मणि निजन्तप्रयोगे प्रयोज्यकर्तुः कर्मत्वव्यवस्था, प्रथमः स्तम्भः अस्ति गत्यर्थकधातवः अकर्मकधातवः गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणां कर्ता अणिकर्तासणौ इति सूत्रम्, अपि च वार्तिकानि. द्वितीयं स्तम्भमस्ति, द्वितीयः स्तम्भः अस्ति बुद्ध्यर्थकधातवः भक्षणार्थकधातवः शब्दकर्मकधातवः. तृतीयमस्ति, कुत्र पठति भगिनि? चार्ट् नास्ति, कुत्र स्क्रीन् रिफ्रेश् करोतु, स्क्रीन् रिफ्रेश् करोतु. करपत्रे वेब्सैट् मध्ये अस्ति, वेब्सैट् लिङ्क् नास्ति वा? वेब्सैट् लिङ्क् अस्ति भगिनि, कर्मणि प्रयोगस्य विषये तत्र कारिका अस्ति खलु, कारिकायाः अधोभागे अस्ति, कोऽपि भगिन्याः कृते लिङ्क् तत्र वाट्सप् चाट् मध्ये स्थापयतु कृपया. अस्तु, शुभदा भगिनि. प्रयोगे कर्मणि निजन्तप्रयोगे प्रयोजकर्तुः कर्मत्वव्यवस्था तदेव लिङ्क् स्थापितमत्र चाट् मध्ये कृपया. अस्ति वा? धन्यवादः. तृतीयः स्तम्भः अस्ति अवशिष्टाः धातवः. प्रथमं तु गत्यर्थकधातवः अकर्मकधातवः, तदनन्तरं बुद्ध्यर्थकधातवः भक्षणार्थकधातवः शब्दकर्मकधातवः अवशिष्टाः धातवः इति त्रयः स्तम्भाः सन्ति. प्रथमे स्तम्भे यदि सूत्रेण वा वार्तिकेन वा कर्मत्वं विहितं तर्हि प्रयोज्यकर्तुः कर्मत्वं. प्रयोज्यकर्तुः कर्मत्वं चेत् सः प्रयोज्यकर्म भवति. इदानीं प्रयोज्यकर्म प्रधानकर्म तिङ्प्रत्ययेन उक्तम् इति कृत्वा तस्य प्रथमा विभक्तिः कारिकया भवति इति. वार्तिकेन कर्मत्वं निषिद्धं तर्हि प्रयोज्यकर्तुः कर्मत्वं नैव भवति. देन् गो टु स्टेप् त्री. तर्हि सम्पूर्णं पठामि वा भगिनी? किं करोमि? न, एकैकं स्तम्भं स्वीकृत्य किम् अस्ति इति पठतु. हा, तर्हि गत्यर्थकधातवः अपि च अकर्मकधातवः तेषां कृते सूत्रेण गतिबुद्धिप्रत्यवसानार्थ इति सूत्रं यत् अस्ति तत् तेन सूत्रेण वा वार्तिकेन वा कर्मत्वं भवति. प्रयोज्यकर्तुः कर्मत्वं भवति. प्रयोज्यकर्तुः कर्मत्वं भवति चेत् तस्य प्रयोज्यकर्म इति वयं वक्तुं शक्यते. प्रयोज्यकर्ता अधुना प्रयोज्यकर्ता इति नास्ति, प्रयोज्यकर्म भवति. यतोहि गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण अपि च केचन वार्तिकाः सन्ति तेषाम् अनुषङ्गेन तत्र प्रयोज्यकर्तुः कर्मत्वं भवति. इदानीं प्रयोज्यकर्म यत् भवति तत्तु प्रधानकर्म इति भवति. यतोहि तिङ्प्रत्ययः यः अस्ति तेन तिङ्प्रत्ययेन प्रयोज्यकर्म उक्तमस्ति. अतः यत् उक्तमस्ति तत्र तस्य प्रथमा विभक्ति इति तु वयं जानीमः. अतः प्रयोज्यकर्मणः प्रथमा विभक्तिः भवति. तत्र कारिकया अस्ति, कारिकया भवति. कारिकया इत्युक्ते तत्र एकं स्टार् मार्क् अस्ति तत्र. कुत्र अस्ति वा? तत्र अधोभागे न स्थापितं. वस्तुतः तत्र उपरि उक्तकारिकायाः उल्लेखः उपरि तत्र इति भवेत्. बुद्धिभक्षार्थयोः शब्दकर्मकर्मणां च निजेच्छया प्रयोज्यकर्मण्यन्येषां न्यन्तानां लादयो मताः इति कारिका अस्ति. तेन तया कारिकया प्रयोज्यकर्मणः अधुना प्रथमा विभक्ति भवति. यतोहि तिङ्प्रत्ययेन तत् उक्तमस्ति. यत् उक्तं तस्य प्रथमा विभक्तिः इति कृत्वा अधुना गत्यर्थकधातवः अपि च अकर्मकधातवः इत्यस्य प्रयोज्यकर्मणः प्रयोज्यकर्तुः कर्मसंज्ञा तु भवति एव. गत्यर्थ गतिबुद्धिप्रत्यवसानार्थ इति बृहत् सूत्रमस्ति तेन भवति एव. परन्तु तस्य प्रथमा विभक्ति भवति वा द्वितीया विभक्ति भवति इति एकः प्रश्नः अस्ति. तस्य उत्तरं यदा प्रयोज्यकर्तुः प्रधानकर्म यदा वयं स्वीकुर्मः तदा तस्य प्रथमा विभक्तिः भवति कारिकया. कारिकया इत्युक्ते कारिकायां किम् उक्तमस्ति इत्युक्ते बुद्ध्यर्थक भक्ष्यार्थक अपि च शब्दकर्मक ये धातवः सन्ति तान् विहाय नाम तस्मिन् गत्यर्थकधातवः अपि च अकर्मकधातवः इत्येतेषाम् उल्लेखः भवेत्। अतः तेषां कृते तु प्रयोज्यकर्तुः यत् प्रयोज्यकर्म भवति तस्य प्रथमा विभक्तिः एव भवति इति तत्र उक्तमस्ति। तत्र तत् कारिकया कथं जानीमः? कारिकायां तत् तस्य उल्लेखः नास्ति। अतः ज्ञापनं भवति यत् ये उल्लेखः अस्ति, उल्लेखः अस्ति, क्षम्यतां, प्रयोज्यकर्मणि अन्येषां ण्यन्तानां लादयो मताः इति तत्र प्रयोज्यकर्मणि इति अस्ति। यस्य प्रयोज्यकर्तुः प्रयोज्यकर्म भवति तस्मिन् विषये प्रयोज्यकर्मणि इति विषये अन्येषां नाम गत्यर्थक अपि च अकर्मकधातवानां लादयो मताः नाम तिङ् प्रत्ययेन उक्तं मतं तत्र प्रथमा विभक्तिः निर्दिष्टं भवति। सम्यक्, समीचीनं। तर्हि तत्र प्रथमपादे बुद्धिपक्षार्थयोः शब्दकर्मकाणां निजेच्छया इति उक्तं। तत्र तु बुद्धिपक्षार्थकशब्दकर्मकाणां विषये उक्तं। निजेच्छया इत्युक्ते विवक्षानुगुणं, प्रयोज्यकर्मणः प्रथमाविभक्तिः नो चेत् गौणकर्मणः प्रथमाविभक्तिः, विवक्षानुगुणं, यस्य प्रथमाविभक्तिः अन्यस्य द्वितीयविभक्तिः। इदानीं प्रयोज्यकर्मणः अन्येषां ण्यन्तानाम् इत्युक्ते अन्यत्र यत्र प्रयोज्यकर्तुः कर्मत्वं भवति, वार्तिकेन वा नो चेत् अन्येन सूत्रेण वा नो चेत् तत्र गतिबुद्धिप्रत्यवसानार्थकः इत्यत्र गत्यर्थकधातवः अकर्मकधातवः अथवा इत्युक्ते यत्र यत्र उपरि यान् धातून् ये ये धातवः उक्ताः उपरि बुद्ध्यर्थकः पक्षार्थकः शब्दकर्मकः तान् विहाय अन्यत्र यत्र प्रयोज्यकर्तुः कर्मत्वं भवति सूत्रेण वा वार्तिकेण वा तत्र प्रयोज्यकर्मणः एव प्रथमाभक्तिः भवति, प्रयोज्यकर्म एव लकारेण उक्तं भवति इति तत्र द्वितीयवाक्येन उक्तमस्ति। तदेव तत्र प्रथमस्तम्भे अस्ति, गत्यर्थकदातवः अकर्मकदातवः इति। तर्हि इदानीम् उमा भगिनी एकं वाक्यं वदतु। इदानीम् अन्यन्तवस्थायां तत्र अकर्मकधातुं स्वीकृत्य वदतु, अनन्तरं कर्तरिप्रयोगे वाक्यम् अस् कथमस्ति इति वदतु, अनन्तरं कर्मणि प्रयोगे कथमस्ति वाक्यम् इति वदतु। सरलं वाक्यं भवेत्। प्रथमे कर्तरिप्रयोगे भक्षधातुवे गति गति अथवा अकर्मकः द्वयोर्मध्ये एकमपि गतिप्रयोगः गति ओके रामः ग्रामं गच्छति कर्तरिप्रयोग सही आर रांग आर राइट बालकः ग्रामं रामः ग्रामं गच्छति सम्यक् अस्ति निजन्तप्रयोगे कर्तरिप्रयोगः कर्तरिप्रयोगे निजन्तः रामं गमयति रामं ग्रामं गमयति पिता वाटेवर् केन ओके पिता रामं ग्रामं गमयति प्रयोज्यकर्ता किम् अस्ति अत्र प्रयोज्यकर्ता रामं प्रयोज्यकर्ता पिता प्रयोजककर्ता पिता सम्यक् कर्तरिप्रयोगे सम्यक् अस्ति वाक्यम् इदानीं कर्मणि प्रयोगे वदतु कथमस्ति इति कर्मणि प्रयोगे पित्रा तृतीया पित्रा रामः ग्रामं गम्यते उत्तमं नो चेत् पित्रा न नो चेत् नास्ति तत्र ओके ओके सोरि सोरि नो चेत् किमपि नास्ति एक एक विकल्पः नास्ति तत्र भवत्या उक्तं सम्यक् अस्ति समीचीनम् सम्यक् ट्रिक् क्वश्चन् आसीत् अस्तु अस्तु सम्यक् तर्हि इदानीं बहु समीचीनं सर्वैः बुद्धं वा अत्र कथमस्ति इति व्यवहारः अस्तु इदानीं मीना भगिनी अकर्मकदातुं स्वीकृत्य वदतु अकर्मकः दातु हसति इति कर्मकदातु बालकः हसति मासं हसति इति मासं हसति इति तत् देशकाल इति उक्ते तत्र मासं हसति इति भवति तर्हि वाक्यं किमस्ति पुनः बालकः मासं हसति हसति इत्युक्ते किं तत्र किमपि कार्बन् किमपि तत्र अस्ति खलु अस्तु मासपर्यन्तं हसति भगिनि अस्तु शाला विरामः अस्ति भगिनि इदानीं किं वक्तव्यं भगिनि बालकः निजन्तप्रयोगे कर्तरि निजन्तप्रयोगः कर्तरि निजन्तप्रयोगः बालकः पिता बालकं मासं हासयति सम्यक् पित्रा बालकः मासं हस्यते इति एक विकल्प नास्ति विकल्पप्रयोगः नास्ति किमर्थम् इत्युक्ते अकर्मकः दातु तत्र बहु सम्यक् भगिनि बहु समीचीनं बहु सम्यक् उत्तमम् अत्र कर्मद्वयम् अस्ति अतः भवत्या सम्यक्तया प्रतिपादितम् यत् तत्र प्रयोजककर्म एव प्रथमभक्तौ भवति इति परन्तु यत्र अत्र मासमिति नास्ति तत्र तु क्लेशः नास्ति खलु मासमिति कर्मपदं नास्ति चेत् तत्र किं भवति मासमिति नास्ति चेत् तत्र अकर्मकः दातु साधा शुद्ध कर्म अकर्मकः दातु भवति तत्र बालकः मासमे मासं त्यक्तव्यं वा सत्यं कर्तृप्रयोगे वा बालकः बालकः कर्त बालकः हसति बालकः पिता बालकं हासयति कर्मणि पित्रा बालकं हस्यते न बालकम् इति किमर्थं हस्यते इत्यत्र कर्मद्वयं नास्ति खलु एकमेव कर्म अस्ति अतः बालकम् इति कथम् पित्रा तिङ् प्रत्ययेन तिङ् प्रत्ययेन किम् उक्तम् बालकः हस्यते बालकः हस्यते पित्रा बालकः अत्र क्लेशः एव नास्ति एकमेव कर्मपदमस्ति चेत् तस्य प्रथमः एव स्यात् क्लेशः नास्ति तत्र बालकमिति नास्ति यतोहि तिङ् प्रत्ययः तत्र कर्मार्थे अस्ति किं तत्र हास्यते इत्यत्र तिङ् प्रत्ययः कर्मार्थे अस्ति अतः एकं कर्म तु उक्तं भवेत् तर्हि तत् कर्म किम् इति चेत् एकमेव अस्ति अतः तदेव उक्तं भवति अतः बालकः हास्यते इति वाक्यं तत्र क्लेशः नास्ति अतः अकर्मकप्रयोगे क्लेशः कुत्र भवति इति चेत् यत्र यथा भवती उक्तवती खलु देशः कालः इत्यादि यत्र कर्मरूपेण अस्ति तत्र क्लेशः भवितुमर्हति सम्यक्तया प्रतिपादितं भवत्या अस्तु प्रथमस्तम्भस्य विषये अवगतं चेत् तत्र द्वितीयस्तम्भं प्रति गच्छामः विजयलक्ष्मी भगिनी कृपया पठतु आं भगिनी पठामि बुद्ध्यर्थकधातवः भक्षणार्थकधातवः शब्दकर्मकधातवः इति द्वितीयं सोपानं यदि स्तम्भः द्वितीयः स्तम्भः यदि सूत्रेण वा वार्तिकेन वा कर्मत्वं विहितं तर्हि प्रयोज्यकर्तुः कर्मत्वम् प्रयोज्यकर्तुः कर्मत्वं चेत् सः प्रयोज्यकर्म भवति प्रयोज्यकर्म इत्युक्ते प्रधानकर्म तिङ्प्रत्ययेन उक्तं चेत् तस्य प्रथमा विभक्तिः गौणकर्मणः द्वितीया विभक्तिः यदि गौणकर्म तिङ्प्रत्ययेन उक्तं तर्हि तस्य प्रथमा विभक्तिः अपि च प्रयोज्यकर्मणः द्वितीया विभक्तिः अत्र प्रयोज्यकर्मणः प्रथमा विभक्तिः अस्माकं विवक्षानुगुणं विकल्पेन भवति यत् कर्म तिङ्प्रत्ययेन उक्तं भवति तस्य प्रथमा विभक्तिः अन्यकर्मणः द्वितीया विभक्तिः भवति अत्र बुद्ध्यर्थकधातवः भक्षणार्थकधातवः अनन्तरं शब्दकर्मकधातूनां विषये अत्र विकल्पेन प्रयोगः दृश्यते अस्माकं विवक्षानुगुणं यस्य कर्मपदस्य यस्य कर्मपदस्य धातुतः यस्य कर्मपदम् उक्तं भवति धातुना तिङ्प्रत्ययेन यस्य कर्मस्य यत् कर्म उक्तं भवति तस्य प्रथमा विभक्तिः भवति अपरस्य कर्मपदस्य द्वितीया विभक्ति एव यत् आसीत् तदेव भवति सम्यक् भगिनि अत्र केवलं वक्तुम् इच्छामि एकं कर्म द्वितीयं कर्म इति मा वदतु प्रधानकर्म गौणकर्म इति उक्त्वा इति स्वीकृत्य वदतु अस्तु अत्र कर्मपदं तु द्वयं भवति एकं एकस्य कर्मपदस्य प्रथमा विभक्तिः भवति विवक्षानुगुणं यस्य प्रधानत्वं भवति अपरस्य कर्मणः द्वितीया विभक्ति भवति गौणकर्मणः अस्ति इति कृत्वा अतः अत्र प्रयोगद्वयं दृश्यते बुद्ध्यर्थकधातवः इत्युक्ते बालकः पाठं पठति इति कर्तरिप्रयोगः अध्यापकः बालकं पाठं पाठयति इति निजन्तप्रयोगः, कर्तरी निजन्तप्रयोगः. अत्र कर्मणि प्रयोगे पाठयति इत्यस्य पाठयति इत्यस्य तिङ् प्रत्ययेन यदि अस्माकं विवक्षा बालकेन सह भवति तदा बालकः पाठ्यते, अध्यापकेन बालकः पाठं पाठ्यते इति भवति. अस्माकं विवक्षा यदि पाठः एव अस्माकं विवक्षानुगुणं यदि तिङ्प्रत्ययेन उक्तं भवति तदा पाठः इति प्रथमविभक्ति प्राप्नोति. अतः अध्यापकेन बालकं पाठः पाठ्यते इति रूपद्वयमपि साधु अस्माकं विवक्षानुगुणं वाक्यं फ्रेम् कर्तुं शक्नुमः. सम्यक्. एकमेव वक्तुमिच्छामि, अत्र पट् धातुः तत्र किम् इति स्वीकृतवती, अत्र पट् धातुः शब्दकर्म इति वा? पाठम् इति बुद्ध्यर्थकः इति स्वीकृतवती. तत्र एव क्लेशः अस्ति, पट् धातुः बुद्ध्यर्थकः नास्ति. पट् धातुः बुद्ध्यर्थकः नास्ति, यद्यपि सामान्यतया पट् धातुः इत्युक्ते तत्र यः पाठयति स ज्ञानमेव ददाति खलु इति वयं प्रष्टुं शक्नुमः, परन्तु तत्र बुद्ध्यर्थकः इत्युक्ते धातुपाठे ये दातवः ज्ञानार्थे सन्ति ते एव बोधय ज्ञानौ इति तादृशदातवः, वेदयति बोधयति इत्यादयः, न तु पाठयति. परन्तु यस्य धातोः कर्म एव ओ तत्तु शब्दकर्म. अस्तु अस्तु, पाठयति इति बुद्ध्यर्थकः नास्ति इति वदति वा? सत्यं, पाठयति इति बुद्ध्यर्थकः नास्ति. अस्तु, अध्यापकेन बालक अध्यापकेन बालकं पाठः बोध्यते इति एकः प्रयोगः. अध्यापकेन पाठं बालकः बोध्यते इति अपरं प्रयोगः, अपरः प्रयोगः. सम्यक्, तर्हि बुद्ध्यर्थकदातोः विषये भवत्या उक्तं सम्यक्तया. समीचीनं, धन्यवादः. इदानीं भक्षणार्थकदातुं स्वीकृत्य कोऽपि वदतु उदाहरणं, तत्र कः वदति इदानीं? सूर्यकुमारी भगिनी वदति वा? श्रुतं वा? आं भगिनि. सूर्यकुमारी भगिनि, हा कृपया वदतु. अस्तु, प्रायः भगिनी नास्ति. अस्तु, तर्हि तत्र कः वदति? उषा भगिनी वदतु. नमस्ते भगिनि. भक्षणात् अहं वदामि वा? सूर्यकुमारी भवती वदतु, अनन्तरं वदतु. ओके, भक्षणार्थे अहं प्रत्यवसानार्थ इति अर्थ इति अहं वदामि. बालः क्षीरं पिबति, बालः क्षीरं पिबति इति कर्तरिप्रयोगः. निच् प्रयोगेन पिता बालं क्षीरं बालम् इति कर्मत्वं भवति गतिबुद्धिप्रत्यवसानार्थ इत्यनेन. पिता बालं क्षीरं पाययति. पिता बालं क्षीरं पाययति. पिता बालं क्षीरं पाययति इति कर्तरि निच् प्रयोगे. कर्मणि निच् इति कृते पाययति इति कृते पायि पाय्यते पाय्यते. समीचीनं रूपं वा भगिनि? पाय्यते पाय्यते. पित्रा पाय्यते. पित्रा पाय्यते. मम विवक्षानुगुणं कर्म कर्म प्रथमाविभक्ति भवति बालम् अथवा क्षीरं. बालम् इति मम विवक्षानुगुणं प्रथम प्रथमकर्म नाट् गौणकर्म प्रथमकर्म प्रथमकर्म विवक्षा अस्ति चेत् प्रधानकर्म मम विवक्षा अस्ति चेत् बालम् इति कृते बालः इति प्रथमा विभक्ति भवति. बालः पाय्यते. पित्रा बालः पाय्यते. बालः क्षीरं पाय्यते. पित्रा बालः क्षीरं पाय्यते. गौणकर्म मम विवक्षानुगुणं प्रथमा विभक्ति भवति चेत् पित्रा क्षीरः पाय्यते. क्षीरः बालं पाय्यते इति लिङ्गं किम्? ओ नपुंसकलिङ्गं वा? ओके. क्षीरं क्षीरं नपुंसकलिङ्गम् इत्यनेन क्षीरं क्षीरं पाय्यते. पिता बालं प्रथमाविभक्ति. अत्र पाय्यते इति कृते क्षीरम् इति प्रथमाविभक्ति. पित्रा बालं क्षीरं पाय्यते इति गौणकर्म प्रथमाविभक्ति. सम्यक् सम्यक् समीचीनम्. इदानीं तत्र शब्दकर्मकधातुः इति अस्ति, तत्र विजयभगिनी वदति वा शब्दकर्मकाणां? तत्र नमस्कारः. अहं तु कुम्भकोणमध्ये कार्याणि गमिष्यामि महोदय, अतः अहं शृणोमि एव. इदानीं सत्या उक्तम् अत्र गौणकर्म इत्युक्ते अत्र द्वितीयविभक्ति एव स्वीकुर्मः. प्रधानकर्म इत्युक्ते अत्र प्रथमविभक्ति आगच्छति इति उक्तं खलु भवत्या? न, अत्र बुद्ध्यर्थकभक्षणार्थकशब्दकर्मकाणां प्रधानकर्म प्रथमाविभक्तिः भवितुम् अर्हति, नो चेत् द्वितीयविभक्तिः अपि भवितुम् अर्हति अस्माकं विवक्षानुगुणं. प्रधानकर्म प्रथमाविभक्तिः अस्ति चेत् गौणकर्म कर्मणः द्वितीयविभक्तिः, गौणकर्मणः प्रथमाविभक्तिः चेत् प्रधानकर्मणः द्वितीयविभक्तिः. अतः विवक्षानुगुणम्, अत्र क्लेशः नास्ति. यत्किमपि प्रथमायां भवितुम् अर्हति. अस्तु महोदय, धन्यवादः. धन्यवादः. मम समीपे करपत्रमेव नास्ति महोदय, अतः अहं शृणोमि एव. रामः वेदं पठति, कर्तरिप्रयोगः अस्ति. माता रामेण पाठं पाठयति, निजन्तप्रयोगः अस्ति. शब्दप्रयोगः पुनः वदतु. तत्र कर्म कर्तरिप्रयोगः कथमस्ति? बालकः वेदं पठति, अनन्तरं माता रामेण पाठं वेदं पाठयति. निजन्तप्रयोगः रामेण बालकं वेदं पाठयति, सम्यक्. निजन्तप्रयोगं निजन्तकर्मणि शब्द पाठ पट्टात् तु शब्दकर्म अस्ति. विवक्ष अनुगुणं कर्तृपदं कर्मप्रदं प्रथमा भवति, द्वितीया अपि भवति विवक्षानुगुणम्. माता मात्रा रामः वेदं पाठ्यते अथवा मात्रा रामं वेदः पाठ्यते. सम्यक् समीचीनं. सम्यक्, तर्हि अस्माभिः इदानीं नियमः कः इति अवगतः. अस्तु, इदानीं तत्र प्रथमबिन्दुः एव अस्माभिः दृष्टः, इत्युक्ते अत्र गत्यर्थकधातोः विषये वा भक्षणार्थकधातोः विषये वा अथवा यः कोऽपि धातुः गतिबुद्धिप्रत्यवसानार्थकः इति सूत्रे ये धातवः उक्ताः तेषां विषये वार्तिकेन निषेधः अस्ति चेत् तत्र कथं का गतिः, इत्युक्ते तत्र किमस्ति आदिकाद्योर्न इति उक्तम्. अद्धातुः काद् धातुः प्रत्यवसानार्थकः अस्ति, प्रत्यवसानार्थकौ स्तः धातु. तर्हि इदानीं तेषां विषये व्यवस्था का इति चेत् तत्र निषेधः अस्ति खलु, कर्मत्वं न भवति, प्रयोजकर्तुः कर्मत्वं न भवति तत्र. तर्हि प्रयोजकर्तुः कर्मत्वमेव न भवति चेत् कर्तृत्वमेव भवति. तर्हि कर्तृत्वम् अस्ति चेत् तत्र तृतीयविभक्तिः एव भवति. अतः केनचित् सूत्रेण वा केनचित् वार्तिकेन वा कर्मत्वस्य निषेधः अस्ति वा इति द्रष्टव्यम्. निषेधः अस्ति चेत् तदानीं यद्यपि गतिबुद्धिप्रत्यवसानार्थकः इति सूत्रेण कर्मत्वं विहितमस्ति, परन्तु तस्य निषेधः अस्ति इदानीं वार्तिकेन अथवा अन्येन सूत्रेण वा यत्किमपि, तदानीं निषेधः अस्ति चेत् कर्मत्वमेव न भवति, कर्तृत्वमेव तिष्ठति. तर्हि कर्तृत्वमेव तिष्ठति चेत् तदानीं तृतीयविभक्तिः एव भवति, न तु प्रथमविभक्तिः इति स्मर्तव्यम्. तदेव तत्र द्वितीयसोपाने उक्तमस्ति, वार्तिकेन कर्मत्वं निषिद्धम् अथवा सूत्रेण कर्मत्वं निषिद्धं चेत् तदानीं कर्मत्वमेव न भवति, कर्मत्वं न भवति चेत् कर्तृत्वमेव तिष्ठति, कर्तृत्वं तिष्ठति चेत् तृतीयविभक्तिः एव भवति. अस्तु, इदानीम् अन्ये ये अवशिष्टाः दातवः, अन्ये अवशिष्टाः दातवः, तत्र विनयकुमार महोदय पठति वा? आं भगिनि, अवशिष्टधातवः वा अन्य अवशिष्टधातवः? अहं कोष्ठत्रयम् अहं पश्यामि. अवशिष्टधातवः तत्रि केनापि सूत्रेण वा वार्तिकेण कर्मत्वं विहितं चेत् प्रयोज्यकर्तु कर्मत्वं भवति, तर्हि प्रयोज्यकर्ता प्रयोज्यकर्मं कर्म भवति. प्रयोज्यकर्म प्रधानकर्म तेन प्रत्ययेन उक्तं भवति इति कृत्वा तस्य प्रथमा विभक्तिः केनापि सूत्रेण वा वार्तिकेन कर्मत्वं न विहितं चेत् प्रयोज्यकर्तुः कर्मत्वं नैव भवति, प्रयोज्यकर्ता इति एव तिष्ठति. प्रयोज्यकर्ता तिङ् प्रत्ययेन अनुक्तः इति कृत्वा तस्य तृतीया विभक्ति एव भवति. अत्र खादसम्बन्धे वयं पठितवान् तत्र तृतीया भवति, अपि च डी वः सम्बन्धे वयं पठितवान् तत्रापि तृतीया भवति. परन्तु यत्र कर्मत्वं कोष्ठ प्रथम वा कोष्ठद्वयम् आधारेण कर्मत्वं न भवति, यत्र कर्मत्वं न भवति कोऽपि कारणेन, अत्र कारणं कः अस्ति? कारणवार्तिक अस्ति, तर्हि निषेधः अस्ति. यदि निषेधः अस्ति वार्तिकसम्बन्धे, यदि खादसम्बन्धे या नीवः सम्बन्धे इत्यादि कोऽपि अन्यवार्तिकम् अपि केवलं द्वयं नास्ति, तर्हि तर्हि अनुक्त भवति कर्म अनुक्त भवति, परन्तु अनुक्तकारणेन केवलं तृतीया एव तिष्ठति, कर्म एव न भवति तत्र. न इदानीं भवता उक्तं कर्तृरूपेणैव तिष्ठति. निषेधः अस्ति चेत् कर्मत्वमेव न भवति, कर्तृत्वमेव भवति. कर्तृत्वं भवति चेत् कर्तृत्वम् एव भवति, परन्तु वयं प्रयोज्यकर्ता सम्बन्धे वदामः. प्रयोज्यकर्ता अपि कर्ता अस्ति, प्रयोज्यकर्ता कर्ता अस्ति. तर्हि कर्ता अत्र कर्म नास्ति मम दोषः, परन्तु कर्ता प्रयोज्यकर्ता अस्ति. तर्हि प्रयोज्यकर्ता तृतीया भवति भवति. सम्यक्. तर्हि अत्र वस्तुतः अवशिष्टदातवः इत्यत्र उक्तं, तत्र वार्ताद्वयमस्ति, वार्ताद्वयमस्ति. अवशिष्टाः इत्युक्ते तत्र गत्यर्थकः, बुद्ध्यर्थकः, भक्षणार्थकः, शब्दकर्मकः, अकर्मकः इति एतान् धातून् विहाय ये अवशिष्टाः सन्ति तेषां विषये तत्र वार्तिकं वा सूत्रं वा किमपि अस्ति वा इति द्रष्टव्यं, येन कर्मत्वं भवति. यदि कर्मत्वं भवति तदानीं प्रयोज्यकर्म एव उक्तं भवति. प्रयोज्य यथा गत्यर्थकधातूनां विषये आसीत् तथैव अत्रापि प्रयोज्य कर्म प्रधानकर्म एव उक्तं भवति. अतः प्रधानकर्मणः एव प्रथमविभक्तिः भवति वार्तिकेन अथवा सूत्रेण कर्मत्वं विहितं चेत् प्रयोज्यकर्मणः प्रथमविभक्तिः भवति. परन्तु एतेषाम् अवशिष्टानां धातूनां तत्र वार्तिकम् अथवा सूत्रेण निषेधः चेत् कर्मत्वं न भवति इति निषेधः चेत् अथवा कर्मत्वस्य विधानं नास्ति चेत् तदानीं तत्र प्रयोज्यकर्ता कर्ता एव भवति, कर्म न भवति. कर्म न भवति इति कृत्वा तत्र प्रथमाविभक्तिः वा द्वितीयाविभक्तिः कदापि न भवति, केवलं तृतीयाविभक्तिः एव भवति. प्रयोज्यकर्तुः तृतीयाविभक्तिः एव भवति. इदानीं प्रथमसोपाने द्वितीयसोपाने स्टेप् वन् स्टेप् टु मध्ये ये दातवः सन्ति, कत्यर्थकः वा अकर्मकः वा बुद्ध्यर्थकः वा भक्षणार्थकः वा शब्दकर्मकः वा, तेषां विषये कर्मत्वस्य निषेधः चेत् कर्मत्वं न भवति, यथा नी वह्योर्न इत्यादयः यत्र उक्तं तत्र निषेधः अस्ति इति कृत्वा कर्मत्वं न भवति एव, कर्तृत्वमेव तिष्ठति. कर्तृत्वमेव तिष्ठति चेत् तत्रापि तृतीयाविभक्तिः एव भवति. अतः अवशिष्टाः इत्युक्ते तत्र वर्गद्वयं वर्तते, गत्यर्थक अकर्मकशब्दकर्म शब्दकर्मकबुद्ध्यर्थकः भक्षणार्थकः एतान् विहाय ये अवशिष्टाः सन्ति तेषां विषये वार्तकमस्ति वा सूत्रमस्ति वा इति द्रष्टव्यं, कर्मत्वं भवति वा इति द्रष्टव्यम्. कर्मत्वं भवति चेत् तत् कर्म उक्तं भवति, अतः तस्य प्रथमाविभक्तिः एव भवति. अपि च इदानीं प्रथमस्तम्भे द्वितीयस्तम्भे ये दातवः सन्ति तेषां विषये निषेधः अस्ति कर्मत्वं न भवति इति उक्तं चेत् तदानीं कर्तृत्वमेव भवति, कर्तृत्वम् अस्ति चेत् तृतीयाविभक्तिः एव भवति इति विषयः अस्ति. अत्र स्तम्भत्रयेण एतादृशबोधः अस्ति वा अथवा अथवा तत्र भ्रमात्मकमस्ति वा? बहु स्पष्टमस्ति भगिनि. स्पष्टमस्ति खलु? अस्तु अस्तु. तर्हि इदानीं तर्हि इदानीम् अवशिष्टधातुः इति तत्र एकम् उदाहरणं स्वीकुर्मः. इदानीम् अवशिष्टदातवः इति तत्र किं किं स्वीकर्तुं शक्नुमः? अवशिष्टः कः भगिनी? तत्र वह धातोः वैकल्पिकरूपद्वयं भवति खलु? वह धातोः किं किमर्थं रूपद्वयं निषेध अस्ति, परन्तु तत्र एक्साम्पल्स् मध्ये भृत्यं भृत्येन इति विकल्पः आसीत्. तत्तु हृक्रोर् हृक्रोर् अन्यतरस्याम् इति आसीत्. दयन्त अस्ति तत्र, न तु गत्यर्थकानां. स्वामी भृत्यं भृत्येन भारं वाहयति इति कुत्रापि दृष्टवती आसम्? वाहयति इति नास्ति, कारयति, हारयति. कारयति इति वा? अस्तु, हारयति, कारयति, न तु वाहयति. वाहयति इति अत्र तथा नास्ति. रूपद्वयं वाहयति इत्यत्र नी बह्योर्न इत्यनेन निषेधः, नियन्त्रकर्तृकस्य बहेः अनिषेधः इत्यनेन अनिषेधः, तदनुगुणम् अत्र भवेत्. तर्हि इदानीं अवशिष्टधातुः नृत्य इति धातुः अस्ति खलु, तत्स्वीकृत्य कोऽपि वदतु अत्र, कः वदति? लक्ष्मीभगिनी वक्तुमिच्छति वा? शृणोति वा? अस्ति वा भगिनि? भगिनी अस्मि भगिनी, नमस्ते भगिनी, अहं केवलं शृणोमि भगिनी अद्य. अस्तु अस्तु, तर्हि तत्र कः? शोभा भगिनी वदतु. हा, नृत् इति भगिनी. अस्तु, अवशिष्टः दातव इत्युक्ते तत्र केनापि सूत्रेण वा वार्तिकेन कर्मत्वं विहितं चेत् प्रयोज्यकर्तुः कर्मत्वं भवति, तर्हि प्रयोज्यकर्ता प्रयोज्यकर्म भवति. नृत्यति इति तत्र तत्र बालिका नृत्यति इति भवति. नृत् इति अकर्मकधातुः, अतः तत्र कर्मपदं क्षम्यता, तद् तद् त्यजतु, अकर्मकत्वे भवति. अन्य कोऽपि धातु भगिनि, लिख् धातु, लिख् इति लिख् लिख् लिख् खलु, लिख् सकर्मक, लिख् इति. इदानीं बालिका लेखनं लिखति इति अण्यन्त अवस्थायां, तस्य ण्यन्तवाक्यं भवति बालिकया लेखनं, न ण्यन्त, तत्र माता बालिकया लेखनं लेखयति इति भवति. इत्युक्ते सामान्यनिजन्तं भवति चेत् तत्र इदानीं तत्र कस्यापि सूत्रस्य नियमः नास्ति, बालिकया लेखनं लेखयति इति भवति. तत्र किमुत्वम् उक्तं, केनापि सूत्रेण वा वार्तिकेन कर्मत्वं विहितं चेत् प्रयोजक कर्तुः इत्युक्ते बालिका इत्यस्य केनापि सूत्रेण वार्तिकेन कर्मत्वं विहितं चेत् प्रयोज्यकर्म भवति, यथा माता बालिकां लेखनं लेखयति इति भवति. तत्र प्रयोज्यकर्म प्रधानकर्म तिङ्प्रत्ययेन, क्षम्यतां भगिनि, न भगिनि क्षम्यतां, न मया किमर्थं तथा लिखितम् इति चेत् इदानीं लिक् धातुः तथा अस्ति वा इति परिशीलनीयं. लिक् धातोः विषये वार्तिकेन कर्मत्वं भवति वा न वा? अस्ति चेत् इदानीं तत्र अहं न जानामि अस्ति वा इति वा, न अस्ति चेत् न भवती जानाति एव, अस्माभिः यानि यानि वार्तिकानि सन्ति, यानि सूत्राणि सन्ति, तेषां सर्वेषाम् अध्ययनं जातम्, अतः लिक् धातोः विषये नास्ति एव. नास्ति, नास्ति, नास्ति, नास्ति, नास्ति एव. तर्हि तत्र कर्मत्वं न भवति, प्रयोज्यकर्तुः कर्मत्वं न भवति तत्र, अतः तत्र बालिकया इति एव तिष्ठति. ती तत्र ती इति प्रत्ययेन उक्तः कर्मः उक्तं कर्मं लेखनमेव भवति, अतः माता बालिकया लेखनं लेखयति इति एव वाक्यं भवति. न न न न इदानीं तत्र इदानीं भ्रमः मास्तु, कर्मणि प्रयोगस्य विषये चर्चा जायमाना अस्ति, कर्तरिप्रयोगस्य विषये नास्ति. कर्तरिप्रयोगस्य विषये भवत्या वाक्यं किम् उक्तम्? कर्तरिप्रयोगे माता बालिकया लेखनं लेखयति इति, इदानीं मात्रा, मात्रा इदानीं तत्र कर्मत्वं तत्र बालिका एव प्रधानकर्म, यतोहि तत्र आदौ प्रयोज्य कर्म, न तत् कर्मत्वमेव नास्ति खलु बालिकया इत्यस्य. बालिकायाः कर्मत्वं केनापि वार्तिकेन सूत्रेण न जायते, न जायते, कृत्वा कर्तृत्वमेव भवति तत्र. सत्यं सत्यं, इत्युक्ते तत्र सामान्यतया यत् तत्र प्रयोजकर्ता आदौ प्राप्नोति तत् प्रधानकर्म इति अस्ति, किन्तु केनापि सूत्रेण न भवति चेत् न भवति. अस्तु, अतः इदानीं कर्तृत्वम् एव कर्मत्वं न भवति. मात्रा बालिका लेखनं कर्तृत्वमेव अस्ति चेत् कर्तुः अनुक्तकर्तुः का विभक्तिः भवति? अनुक्तकर्तुः, क्षम्यताम्, मात्रा बालिकया लेखनं लिख्यते. लेखनम् इत्यस्य इदानीं प्रथमविभक्तिः लिख्यते इति प्रत्ययेन उक्तम्, अतः प्रथमविभक्तिः तत्र एव उक्तं भवति. बालिका यतोहि कर्तृत्वम् एव नास्ति इति कृत्वा तस्य तु तृतीया एव, अतः तत्र तृतीयद्वयं मात्रा बालिकया लेखनं लिख्यते. सम्यक्, समीचीनं, बहु समीचीनं, सम्यक्. तर्हि इदानीं तत्र कः शुभदा भगिनी, तत्र वहेः अनिषेधः इति अस्ति खलु? क्षम्यतां भगिनी, लिख्यते इत्यस्य निजन्तापि लिख्यते वा? लेख्यते, किं लेख्यते? लेखयति इति अस्ति खलु, लेख्यते, लिख्यते इति तु सामान्यकर्मणि. सामान्यकर्मणि, सम्यक्, धन्यवादः. इदानीं किं शुभदा भगिनी, तत्र वहेः अनिषेधः इति अस्ति खलु, तत् वह धातुः? आम् आं भगिनि, नियन्तृ वार्तिकं पठामि. नियन्तृकर्तृकस्य वहेः निषेधः, वहेः अनिषेधः. एतत् वार्तिकं मया न ज्ञातं भगिनी, अहं न आसम् तस्मिन् वर्गे, परन्तु अस्तु अहं वदामि. तत्र किमस्ति इति चेत् नीवह्योर्न इति वार्तिकमस्ति खलु, जानाति वा? आं भगिनि, तत्र वधातोः विषये कर्मत्वं न भवति इति निषेधः अस्ति. आम्, परन्तु अत्र पुनः विधानमस्ति, वधातोः विषये अपि कर्मत्वं भवति यदा प्रयोजककर्ता नियन्त्रकः अस्ति अथवा सारथिः अस्ति, सः नियन्त्रयति, तदानीं भवितुमर्हति. इदानीं तत्र वाक्यमेव अस्ति खलु, वाहाः रथं वहन्ति इति मूलवाक्यं, वाहाः रथं वहन्ति. इदानीं तत्र प्रयोजकर्तारं वयं स्थापयामः. तत्र कश्चन अस्ति, कश्चन पुरुषः, पुरुषः वाहान् रथं वाहयति इति वाक्यं. वाहान् इति तत्र, अथवा अश्वान् इति तत्र कर्मत्वं भवति, यतोहि तत्र पुरुषः नियन्ता अस्ति इति कृत्वा. अवगतम् वा? अश्वानां नियन्त्रकः अस्ति. पुरुषः अथवा सारथिः इति वक्तुं शक्यते, सारथिः इति स्वीकरोतु. सारथिः अश्वान् रथं वाहयति. तत्र अत्र तु णिजन्तवाक्यम् अभवत्, तस्य कर्मणि प्रयोगे सारथिना वाहैः रथः वाह्यते इति भवेत् वा? सारथिः किम् उक्तवती? सारथिना, सारथिना अश्वैः अथवा वाहैः रथः वाह्यते. क्षम्यता, इदानीं वह धातुः गत्यर्थकः अस्ति खलु? वह धातुः गत्यर्थकः अस्ति तत्र इति कृत्वा तत्र प्रयोज्य कर्तुः कर्मत्वं निवह्योर्नः इत्यनेन तस्य निषेधः. अधुना नियन्तृकर्तृकस्य वहेरनिषेधः वा वहेरनिषेधः इत्यनेन तत्र पुनः कर्मत्वं भवति वहेः अनिषेधः अनिषेधः अतः कर्मत्वं न भवति कर्मत्वं भवति अनिषेधः पूर्वं निषेधः आसीत् इदानीं निषेधः नास्ति कर्मत्वं भवति कर्मत्वस्य निषेधः निषेधस्य गतिबुद्धि प्रत्यवसानार्थकशब्दकर्मकर्मकाणाम् अणिकर्ता सणौ इत्यनेन बहुधातुः गत्यर्थकः इति कृत्वा कर्मत्वं भवति तदानीं निवह्यवर्ण इति वार्तिकेन निषेधः पुनः वहेः नियन्त्रकर्तृकस्य वहेः अनिषेधः इत्यनेन पुनः कर्मत्वं बहुधातोः यदा प्रयोजककर्ता नियन्त्रकः अस्ति सारथिः भवत्याः वाक्ये तु सारथिः अस्ति खलु आम् तर्हि प्रयोज्यकर्म भवति खलु सत्यम् अतः नियन्त्रकर्तृकस्य वहेरनिषेधः इत्यनेन वह धातोः यः कर्ता सारथिः तस्य ण्यन्तावस्थायां णिजन्ते कर्मसंज्ञा भवति न सारथिः सारथिना सारथेः नास्ति तत्र तस्य न तस्य न क्षम्यतां प्रयोज्यकर्तुः कर्मसंज्ञा भवति प्रयोज्यकर्तुः नाम अश्वान् इत्यस्य कर्मसंज्ञा भवति खलु तर्हि वाक्यं कर्मसंज्ञा भवति तर्हि वाक्यं कर्मसंज्ञा भवति चेत् वह इति गत्यर्थकधातुः इति कृत्वा तस्य सारथिना अश्वाः रथं वह्यते वाह्यते वाह्यते वाह्यते सम्यक् वाह्यते भवति वा अश्वाः इति अस्ति खलु अश्वः इति अस्ति खलु सत्यम् अश्वः इति अस्ति अतः किं भवति वाह्यन्ते न रथः एव न न न अश्वः उक्तम् अस्ति किम् उक्तं तत्र गत्यर्थकधातुः अस्ति चेत् प्रयोज्यकर्म एव उक्तं भवति खलु आम् तर्हि अश्वाः एव तर्हि सारथिना अश्वाः रथं वाह्यन्ते समीचीनम् उत्तममस्ति अवगतं खलु अधुना अवगतं गत्यर्थकधातुः अस्ति चेत् प्रयोज्यकर्मणः प्रयोज्यकर्म उक्तं भवति इति कृत्वा तस्य प्रथमा विभक्तिः अतः प्रयोज्यकर्मणः यद् वचनं तदेव वचनं तिङ् प्रत्ययस्यापि भवति सम्यक् भगिनि नियन्त्रणं सर्वदा अस्ति वा बहुविषये सर्वदा अस्ति नास्ति इति प्रसङ्गः अस्ति अस्ति वा नास्ति वा इति प्रसङ्गम् अनुसृत्य सर्वदा अस्ति इति वक्तुं न शक्यते ओके यदि सारथिः तत्र तिष्ठति सः नियन्त्रयति इति वयं चिन्तयामः परन्तु सः तिष्ठति किमपि करोति न करोति चेत् न नियन्त्रयति खलु यदि सः केवलं तत्र तिष्ठति एकः बालकः तत्र यः न जानाति अश्वं चालयितुं न जानाति सः तिष्ठति सारथिरूपेण परन्तु सः नियन्त्रकः नास्ति अश्वः इतः ततः यत्र कुत्रापि गच्छति इति चिन्तयतु तदानीं सः नियन्त्रकः नास्ति अतः नियन्त्रकः वा न वा इति प्रसङ्गम् अवलम्ब्य ओके धन्यवादः भगिनी तत्र किञ्चित् क्लेशः केनापि सूत्रेण वा वार्तिकेन कर्मत्वं विहितं चेत् प्रयोज्यकर्तुः कर्मत्वं भवति तर्हि प्रयोज्यकर्ता प्रयोज्यकर्म भवति प्रयोज्यकर्म प्रधानकर्म अस्मिन् वाक्ये यतोहि वार्तिकेन वह् धातोः कृते अपि कर्मत्वं भवति यत्र नियन्त्रणं भवति इति इत्युक्ते तत्र प्रयोज्यकर्तुः अथवा कर्तारः वाहाः एव तस्मिन् वाक्ये सारथिना वाहाः इति कर्मत्वं न भवति वा तत्र कर्मत्वं भवति अतः एव भगिन्याः अश्वाः इति उक्तम् वाहा अथवा अश्वाः सारथिना अश्वान् इति उक्तं वा अस्तु अश्वाः इति प्रथमविभक्तौ तिङ् प्रत्ययेन प्रधानकर्म एव उक्तमस्ति प्रयोज्यकर्म एव उक्तम् कर्म इति तत्र कर्मणि प्रयोगे बालकेन ग्रामः गम्यते इति वयं वदामः चेत् गम्यते इति कर्मार्थे अस्ति कर्म उक्तमस्ति ग्रामः ग्रामः इत्यस्य प्रथमविभक्तिः अस्ति खलु एवमेव आं भगिनि स्पष्टम् अश्वः वाह्यन्ते इति वाक्ये वाह्यन्ते इत्यनेन अश्वः उक्तः अश्वः उक्तः इति कृत्वा द्वयोः तत्र किं वचनं समानं भवेत् सत्यं सत्यं तत्र कर्मत्वम् एव प्रथमविभक्तौ अस्ति अस्तु कर्मत्वम् एव प्रथमविभक्तौ अस्ति तदर्थमेव उक्तं वा अनुक्तं वा इति विषयः अस्ति सत्यम् उक्तं चेत् प्रथमाविभक्तिः अनुक्तं चेत् द्वितीयाविभक्तिः कर्मत्वम् इत्युक्ते सर्वदा द्वितीयविभक्तिः एव भवति इति नास्ति कर्मणि प्रयोगे कर्मणः प्रथमाविभक्तिः भवितुमर्हति यदि प्रत्ययेन उक्तं तर्हि इदानीं तत्र वार्तिकेन तु कर्मत्वं विहितं परन्तु धातुः कीदृशः गत्यर्थकः अस्ति चेत् गत्यर्थकानां यः नियमः अस्माभिः पठितः सः नियमः अत्र स्वीक्रियते परन्तु तत्र अन्यधातु इदानीं तत्र हृ इति दातुं स्वीकुर्मः हृ इति दातुः इदानीं हृ इति दातुं स्वीकृत्य अस्तु भवती एव वदतु हृ दातुं स्वीकृत्य एकं वाक्यं वदतु अस्तु तर्हि तत्र प्रथमं अण्यन्तावस्थायां चोरः हारं हारयति हरति क्षम्यतां चोरः हारं हरति चोरेण हारः ह्रियते इदानीं तत्र कोऽपि सः कर्तरिप्रयोगे वदतु प्रथमं हा कर्तरिप्रयोगे हा चोरः हारं हरति इत्यस्य स कोऽपि सः चोरेण हारं हारयति किं किं सः इति कोऽपि चोरेण हारं हारयति सम्यक् इति एकः पक्षः किमर्थम् एकः पक्षः यतोहि तत्र अन्यतरस्याम् इति अस्ति हृधातोः हृक्रोः हा अन्यतरस्याम् इति अन्यतरस्यां किं भवति अन्यतरस्याम् अस्ति चेत् तत्र चोरेण इत्यस्य कर्मत्वं भवितुम् अर्हति अतः तत्र सः इत्युक्ते तत्र कोऽपि सुरेशः चोरं हारं हारयति इति अन्यस्मिन् पक्षे सम्यक् इदानीं द्वयोः वाक्ययोः कर्मणि प्रयोगे हा सुरेशः किं चोरेण हारं न प्रथमतया तत्र कर्मणि प्रयोगः इति वदति चेत् सुरेशः इति वदति चेत् तत्र एव बजर् गच्छति सुरेशेण चोरेण हारं ह्रियते न न हारयति क्षम्यतां हारयति हार्यते सुरेशेन चोरेण हारं हार्यते सुरेशेन चोरेण प्रथमवाक्यं पुनः वदतु सुरेशेन नत्वं न भवति तालव्यशकरः सुरेशेन चोरेण तत्र नत्वं भवति हार चोरेण इति तत्र तृतीयविभक्तिः हारं तत्र उक्तं कर्म हारं हार्यते हारः इति तत्र लिङ्गं किं शब्दस्य? हारः हार्यते. पुनः हारः प्रथमो विभक्तिः भवेत् तत्र कर्मणः. पुनः सुरेशेन हारः चोरेण सुरेशेन चोरेण हारः हार्यते. एकस्मिन् पक्षे, अन्यस्मिन् पक्षे सुरेशेन चोरं हारम्. इदानीं चोरः, क्षमताम्, सुरेशेन चोरः हारं हार्यते. उत्तमं, समीचीनं कृत्वा तत्र इदानीं तत्र तु प्रयोज्य कर्मणः एव तत्र प्रथमभक्तिः भवति, न तु यदा प्रयोज्यकर्मणः कर्मत्वम् अस्ति तदानीं तस्य एव प्रथमभक्तिः भवति, यतोहि अवशिष्टः अस्ति धातुः खलु. अत्र अत्र स्पष्टता अस्ति वा? किचडि जातं वा? अत्र स्तम्भत्रये यत् स्थापितं तत्र स्पष्टता अस्ति वा? इतोपि स्पष्टीकरणीयं वा? स्पष्टता अस्ति भगिनि, अभ्यासं करणीयं. तृतीयस्तम्भे किं भवति इति पुनरेकवारं क्षम्यते. तृतीयस्तम्भे अवशिष्टाः दातवः, अत्र तु कार्यद्वयम् अस्ति, कार्यद्वयम्. अवशिष्टाः दातवः इत्युक्ते गत्यर्थकदातवः, अकर्मकदातवः, बुद्ध्यर्थकदातवः, भक्षणार्थकदातवः, शब्दकर्मकदातवः, एतान् विहाय. गतिबुद्धिप्रत्यवसानार्थकः इति सूत्रे ये दातवः सन्ति तान् विहाय ये अवशिष्टाः दातवः सन्ति तेषां विषये कर्मत्वं भवति वा न वा इति प्रश्नः. प्रथमतया किमपि वार्तिकमस्ति वा, सूत्रमस्ति वा, येन कर्मत्वं भवति इति द्रष्टव्यम्. कर्मत्वं भवति चेत् प्रयोज्यकर्मणः प्रथमाभक्तिः, तावदेव तत्र. कर्मत्वं भवति चेत् प्रयोज्यकर्मणः प्रथमाभक्तिः. यदि प्रयोज्यकर्तुः कर्मत्वं न भवति तदानीं प्रयोज्यकर्तुः तृतीयाविभक्तिः. कर्मत्वं भवति चेत् प्रयोज्यकर्म प्रथमाविभक्तिः, कर्मत्वं न भवति चेत् प्रयोज्यकर्ता तृतीयाविभक्तिः. तावदेव तत्र. परन्तु इदानीं द्वितीयसोपानं किम् इति चेत् पूर्वं स्तम्भद्वये ये ये दातवः उक्ताः तेषां विषये वार्तिकेन निषेधमस्ति चेत् तत्र केनापि वार्तिकेन कर्मत्वं निषिद्धं चेत् तदानीं किं भवति इति चेत् कर्तृत्वमेव भवति तत्र. कर्मत्वं न भवति चेत् कर्तृत्वमेव भवति, कर्तृत्वं भवति चेत् अनुक्तम् इति कृत्वा कर्मणि प्रयोगे तृतीयाविभक्तिः भवति. तावदेव. अस्तु अस्तु भगिनि, अवगतं वा? अवगतं भगिनि. अस्तु, एतादृशबोधः जायते वा तत्र कोष्टकात्? आं भगिनि, जायते. अस्तु अस्तु, तर्हि तदेव किञ्चित् लिखितमस्ति, तदपि तत्र किञ्चित् करपत्रमस्ति वा? करपत्रं किम् अन्यत् अस्ति वा? आं, मया परिष्कृतं. ओ अस्तु अस्तु, अद्यतन तत्र कोष्टकमस्ति, कोष्टकमस्ति तत्र चार्ट् रूपेण अस्ति. इदानीं पश्यतु भगिनि, प्रतिस्तम्भे यदा उदाहरणमस्ति चेत् किञ्चित् बहु स्पष्टीकरणं भविष्यति. अस्तु, स्थापयामि. सम्यक्, उदाहरणमस्ति चेत् तत्र उभयत्र उदाहरणद्वयम् अहं स्थापयामि. धन्यवादः भगिनि. सम्यक्, अस्तु, तर्हि इदानीम् अग्रे भवते एव पठतु अग्रे कारिकायाः आधारेण. कुत्र अस्ति कोष्टकार्क् इत्यस्य अनन्तरं कारिकायाः आधारेण एवं चिन्तयितुं शक्यते. बुद्ध्यर्थकधातोः, भक्ष्यार्थकधातोः, शब्दकर्मकधातोः च योगे लकारेण अथवा कृत् कृत् प्रत्ययेन प्रयोज्यकर्म प्रधानकर्म उक्तं भवति चेत् भवति नो प्रधानकर्म प्रजो कृत्येन प्रयोज्यकर्म उक्तं भवति नो चेत् गौणकर्म उक्तं भवति वस्तुवैच अनुगुणम् अर्थात् प्रयोजकर्मणः प्रथमाविभक्तिः भवति नो चेत् गौणकर्मः प्रथमाविभक्तिः भवति यदि प्रयोजकर्मः प्रथमाविभक्तिः भवति तर्हि गौणकर्मः द्वितीयाविभक्तिः भवति यदि गौणकर्मः प्रथमाविभक्तिः भवति तर्हि प्रयोजकर्मः कर्मः इति न वदतु भगिनी कर्मः इति कर्मणः यदि गौणकर्मणः प्रथमाविभक्ति तर्हि प्रयोजकर्मणः द्वितीयाविभक्ति भवति अत्र विकल्पेन विकल्पेन नास्ति तत्र विकल्पः एव विवक्षानुगुणं विवक्षानुगुणं यत्र बुद्ध यत्र एतयोः धातोः बुद्ध्यर्थकधातोः भक्ष्यार्थधातोः शब्दकर्मकधातोः एव तेषां योगे यदि लकारेण अपि च प्रत्ययेन उत्तम अस्ति प्रयोजकर्ता अथवा प्रधानकर्म उक्तं भवति नो चेत् गौणकर्म वा उक्तं भवति यदि यदि यत् कर्मणः उक्तं तत्र प्रथमाविभक्ति गौण प्रयोजक प्रधानकर्म उक्तं भवति तत्र प्रथमाविभक्ति भवति गौणकर्म द्वितीयाविभक्ति भवति यदा गौणकर्म उक्तं भवति तत्र तत्र गौणकर्म प्रथमाविभक्ति भवति प्रधानकर्म द्वितीयाविभक्ति भवति गत्यर्थ पठामः वा पठतु गत्यर्थकानाम् अकर्मकानां च धातूनां योगे लकारेण अथवा कृत्प्रत्ययेन प्रयोजकर्म एव उक्तं भवति तर्हि गत्यर्थकानाम् अकर्मकाणां च धातूनां योगे प्रयोजकर्मणः एव प्रथमाविभक्तिः भवति गौणकर्म द्वितीयाविभक्तिः भवति अत्र प्रथम पूर्वं वा उक्तं तत्र बुद्ध्यर्थकः पक्ष्यर्थकः शब्दर्थकः धातुः एव तदा अत्र गत्यर्थकः अपि च अकर्मकधातूनां तेषां योगे यदि लकारेण वा कृत्प्रत्ययेन वा प्रयोज्यकर्म उक्तमस्ति तत्र प्रयोज्यकर्मणः प्रथमाविभक्ति एव गौणकर्म द्वितीयाविभक्ति अत्र विवक्षा नास्ति गौणकर्म द्वितीयाविभक्तिः एव भवति इति उक्तं तत्र सम्यक् भगिनि अत्र किमर्थं क्षम्यतां भगिनि लकारेण इति किमर्थम् अत्र उक्तमस्ति भगिनि अत्र कृत् प्रत्ययेन इत्युक्ते तिङ् प्रत्ययेन इति अर्थः लकारस्य स्थाने तिङ्प्रत्ययः आयाति खलु लकारेण यतोहि कारिकायां लकारस्य विषये उक्तं सत्यं हा अवगतम् अस्तु तर्हि भगिनी अत्र एकं न अवगतं तत्र सुरेशेन ऋधातोः यदा वार्तिकेन यदा प्रयोज्य कर्तुः कर्मसंज्ञा प्राप्नोति तदा किं भवति यदा कर्मसंज्ञा प्राप्नोति इदानीं तत्र मया इदानीं उदाहरणं न स्मर्यते किमस्ति उदाहरणं चोरः सुरेशेण चोरः हारं हार्यते. चोरः हारं हार्यते वा? अवशिष्टः अस्ति खलु, गुरुधातुः अवशिष्टः अस्ति खलु. तर्हि तत्र अस्माकं कारिकायां किम् उक्तम्? अन्यन्ता किम्, अन्येषाम् इति उक्तं खलु, अन्येषाम्. अन्येषां कारिकं कारिकायाः स्मरणमस्ति चेत् क्लेशः एव न जायते. किं किमर्थं चेत् अत्र कारिकायाम् उक्तं खलु, बुद्धिभक्षार्थयोः शब्दकर्मणां निजेच्छया इति उक्तम्. अन्येषां सर्वेषां यत्र कर्मत्वम् अस्ति तत्र तु लकारेण प्रयोज्यकर्म एव उक्तं भवति. तावदेव तत्र विषयः अस्ति. इत्युक्ते बुद्धिभक्षशब्दकर्म तत्र निजेच्छया. अन्येषां यः कोऽपि धातुः, अन्ये सर्वे धातवः यत्र यत्र कर्मसंज्ञा विधीयते तत्र सर्वत्र लकारेण प्रयोज्यकर्म एव उक्तं भवति. अतः हृदातुः अत्र हृदातोः योगे प्रयोज्यकर्तुः कर्मत्वं भवति विकल्पेन. यस्मिन् पक्षे कर्मत्वं भवति तदानीं लकारेण प्रयोज्यकर्म एव उक्तं भवति. तिङ् प्रत्ययेन प्रयोज्यकर्म उक्तं भवति. अवगतं खलु? चोरः, हा, अतः चोरः इति भवति. सुरेशेन चोरः हारं हार्यते खलु इति विकल्पेन भवति. विकल्पेन भवति यतोहि सूत्रमस्ति हृक्रोर् अन्यतरस्याम् इति अस्ति खलु इति कृत्वा. अस्तु अस्तु, मया तत्र चार्ट् किञ्चित् इतोपि स्पष्टीकृतम्, उदाहरणद्वयमपि स्थापयामि. गो टु स्टेप् त्री इति एव कन्फ्यूसिङ्ग् आसीत्, तद् मया निष्कासितम्. इदानीं तत्र एव गत्यर्थकधातुः अस्ति चेत् वार्तिकेन निषिद्धं चेत् किं भवति इति तत्र एव उक्तम्, अतः अन्यत्र कुत्रापि न गन्तव्यम्. अस्तु, इतोपि बिन्दुद्वयमस्ति, अत्र स्थगयामः वा? आं भगिनि. इत्युक्ते पुनः तस्य पुनरावर्तनं भवति, अपि च प्रत्येकस्मिन् बिन्दौ बहु किमपि अस्ति इति. पुनः तत्र चिन्तनीयम्, अत्र किम् अस्ति चेत् मूलतया तत्र कारिकायाः स्मरणं भवेत्. कारिका स्मर्यते चेत् कुत्रापि दोषः न भवति. कारिकायाः एव विस्तारः मया कृतः अस्माकम् अवगमनार्थं. विस्तारेण भ्रमः जायते चेत् विस्तारं त्यजतु, त्यक्त्वा कारिकामेव स्मरन्तु. कारिकायां किम् अस्ति, कारिकायाः स्मरणार्थमपि गतिबुद्धिप्रत्यवसानार्थकः इति सूत्रं स्मरामः चेत् अत्र आदौ यः गतिः इति शब्दः अस्ति तत् त्यजतु, अपि च अन्ते तस्मिन् सूत्रे अकर्मकः इति यदस्ति तत् त्यजतु, मध्ये यदस्ति बुद्ध्यर्थकः प्रत्यवसानार्थकः शब्दकर्मकः इति त्रयः विभागाः, तत्र निजेच्छया विवक्षानुगुणम्, अतः क्लेशः एव नास्ति. अवशिष्टाः ये ये दातवः सन्ति यत्र कुत्रापि कर्मत्वं विधीयते केनचित् सूत्रेण वा वार्तिकेन वा तदानीं प्रयोज्यकर्म एव प्रथमायां भवति. तावदेव विषयः, किमपि नास्ति तत्र. अवगतं वा? यदि तत्र वार्तिकेन अथवा सूत्रेण कर्मत्वं नास्ति चेत् कर्तृत्वमेव भवति. कर्तृत्वम् अस्ति चेत् तृतीयाविभक्तिः एव भवति, यतोहि तिङ्प्रत्ययेन प्रयोजककर्ता एव न, तिङ्प्रत्ययः कर्मार्थे अस्ति इति कृत्वा तत्र कर्म एव उक्तं भवति, कर्ता उक्तः न भवति तिङ्प्रत्ययेन, यतोहि तिङ्प्रत्ययः कर्मार्थे अस्ति. कर्म एव उक्तं भवति, कर्ता अनुक्तः, अनुक्तकर्तरि तृतीयाविभक्तिः इति तत्र तावदेव अस्ति. अत्र भागत्रयः एव, बुद्ध्यर्थकः भक्षार्थकः शब्दकर्मकः इति एकः विभागः, अन्ये सर्वे धातवः येषां कर्मत्वं भवति तत्र तु प्रयोज्यकर्म एव प्रथमायां भवति. अतः इदानीम् अहं किं करोमि इति चेत् अत्र स्तम्भत्रयम् अस्ति खलु, तत्र स्तम्भत्रयं निष्कास्य अहं किञ्चित् परिष्कृत्य स्तम्भत्रयं स्थापयामि यथा इदानीं मया प्रतिपादितं. गत्यर्थकः अपि च अकर्मकः इति पृथक् न करोमि, गत्यर्थकः अकर्मकः अन्ये ये धातवः येषां कर्मत्वं भवति वार्तिकेन इति प्रथमः स्तम्भः. द्वितीयस्तम्भे बुद्ध्यर्थकः भक्षणार्थकः शब्दकर्मकः इति द्वितीयः स्तम्भः. तृतीयस्तम्भः यत्र वार्तिकेन निषिद्धं कर्मत्वं निषिद्धम् इति तथा स्थापयामि चेत् इतोपि स्पष्टं भवति इति चिन्तयामि. खलु? आं भगिनि, यतोहि प्रथमस्तम्भे अपि च तृतीयस्तम्भे बहवः कामन् फ्याक्टर्स् सन्ति इति कृत्वा ग्रूपिङ्ग् कुर्मः चेत् इतोपि स्पष्टं भवति. अतः स्तम्भद्वयं प्रधानं, यत्र न भवति तत्र एकं स्तम्भम् एकः स्तम्भः. किञ्चित् परिष्करोमि. सम्यक्, एकं सूचयामि वा भगिनि? तत्र गतिबुद्धिप्रत्यवसानार्थ इति सूत्रे ये धातवः उक्ताः सन्ति तेषां कृते तस्य वन् कालम् अण्डर् देट् टु कालम्स् कर्मत्वं भवति न भवति, देन् अवशिष्टाः धातवः अण्डर् देट् अगेन् टु कालम्स् कर्मत्वं भवति न भवति इति अपि कर्तुं शक्यते. तद् बहु स्पष्टं भवेत्. कर्मत्वं भवति न भवति इति वा? अस्तु, यतोहि अवशिष्टाः धातवः इत्यस्मिन् परन्तु गतिबुद्धिवसानार्थकः इत्यत्र कर्मत्वं भवति न भवति इति न भवति इत्यत्र बहूनि वार्तिकानि सन्ति खलु. तत्र केवलं तत्र न भवति इति उक्त्वा अग्रे गच्छामि वा? यतोहि न भवति इत्यत्र तदानीं प्रश्नः भवति, न भवति इत्युक्तं केन आधारेण न भवति? सूत्रेण तु भवति खलु. अवगतं वा भगिनि? आम् आं भगिनि, सूत्रेण भवति. अतः सूत्रेण भवति न भवति इति वक्तुं न शक्यते खलु. न शक्यते. अतः इदानीं तत्र कारिकायाः आधारेण पृथक् कुर्मः चेत् सम्यक् भवति खलु. चिन्तयतु, भवत्याः मनसि इतोपि स्पष्टता अस्ति चेत् अनन्तरं प्रेषयतु कथं चिन्तयति इति. इदानीं यथा मया बुद्धं तथा क्लेशः अस्ति इति मम मनसि इदानीं स्फुरति, परन्तु भवत्याः मनसि स्पष्टता अस्ति चेत् तदनन्तरं प्रेषयतु, अहं पश्यामि. अस्तु भगिनि, समीचीनं, सम्यक्, तदपि अहं चिन्तयामि. फ्लो चार्ट् रूपेण लेखितुं शक्यं वा? फ्लो चार्ट् रूपेण अस्माकं फ्लो चार्ट् क्वीन् अस्ति वंशी भगिनी, अहं पृच्छामि. वंशी भगिनी क्वीन् एव लेखितु, सा एव फ्लो चार्ट् क्वीन् अस्ति, सो अतः तां पृच्छामि. भगिनी अद्य नास्ति, सः कर्तुम् इच्छति चेत् कर्तुं शक्यते. परन्तु अत्र तादृश फ्लोचार्ट् इत्यस्य आवश्यकता नास्ति इति चिन्तयामि भगिनि. अवश्यं वंशी भगिनी किमपि करोति, सम्यक् एव करोति, परन्तु अत्र यथा अस्ति कारिकायाः आधारेण वयं पश्यामः चेत् क्लेशः एव नास्ति इति चिन्तयामि. अहं किञ्चित् प्रयत्नं कृत्वा पुनः स्थापयामि, पश्यन् अग्रिमसप्ताहे पश्यामः. तत्रापि स्पष्टता नास्ति चेत् तदानीम् अवश्यं तत्र अग्रिमसप्ताहे वंशी भगिनी अपि आगमिष्यति, तदानीं वयं पृच्छामः भगिनी स्थापयतु इति. अस्तु अस्तु धन्यवादः भगिनी, धन्यवादः, शुभकामनाः, नमस्कारः, धन्यवादः, नमस्कारः भगिनी, नमस्कारः, नमस्कारः, गुरुपूर्णिमायाः शुभाशयाः, धन्यवादः गुरुपूर्णिमायाः भवत्यै भवत्यै अपि सर्वेषां कृते, सर्वे अस्माकम् अध्यापकः एव अत्र. धन्यवादः, धन्यवादः, नमस्कारः, धन्यवादः भगिनी. ईमेल् अहं न प्राप्तुं शक्यते, कृपया मम नाम ईमेल् तव ईमेल् न अहं न प्राप्तं भगिनि. स्पाम् मध्ये पश्यतु भगिनि, जीमेल् अस्ति खलु भवत्याः, स्पाम् मध्ये पश्यतु, कदाचित् स्पाम् मध्ये भवति, मया प्रेषितम्. नमस्कारः, मया प्रेषितं, स्पाम् मध्ये अस्ति इति वदति पश्यतु, यदि नास्ति चेत् तदानीं चिन्तयामः किम् अस्ति इति. ओके, धन्यवादः भगिनी, धन्यवादः।